क्षम्यतां भगिनि, अत्र तव्य तुमुन् तृच् पितर्पत्रम् अनुवर्तते, केवलं भगिनि यङ्लुगन्तधातूनां तव्य तुमुन् इति यङ्लुगन्तधातूनाम्। अस्तु, यङ् प्रत्ययः तद् तदभवत्। यङ्लुगन्त कुत्र अस्ति? ओ ओ ओ एक यङ्लुगन्तधातूनां तव्यत्वमुन् सृजन्त रूपसिद्धिः। आकारान्तधातुः दादा योगः इतव्य, अत्र दादितव्य इति रूपम्। अस्माकं किं वदामि, कक्षे सन्ध्याभगिन्या किमपि सूत्रम् आतोलोपः इति किमपि तस्य तया उक्तम्। अत्र आतोलोपः इति कृत्वा दादा इतव्य अत्र अस्ति वा? तत्र अस्ति वा? नास्ति खलु। अस्तु, आकारान्तधातु दादा योगयितव्य दादितव्य इति भवति। ओ आतोलोप इति च, आकारान्तस्य अङ्गस्य आकारस्य लोपो भवति अजादि आर्धधातुके इति परे, आर्धधातुके इति परे च, इत्युक्ते किति परे अपि च इति परे आर्धधातुकप्रत्ययस्य परे इति आकारान्तस्य लोपः भवति। तथा दाद् इतव्य इति भवति आकारान्तस्य लोपेन, ददा इति भवति खलु। इत्युक्ते हा, परन्तु दादितुं दादितव्य इति दाद् भवति खलु, इत्युक्ते द्वितीय दा तस्य आकारः लोपः भवति खलु, न तु प्रथमदा इत्यत्र अस्ति वा? आम् आं भगिनि, सत्यं। हा, इत्युक्ते दाद् इति भवति, दाद् इतव्य इत्युक्ते दादितव्य इति भवति। दादा इतुं दाद् इतुं दादितुं, दादा इतृ दादितृ, दादिता दादित्री दादितृ इति रूपाणि। तथैव इकारान्तधातुः श्रोश्री इतव्यः, श्रोश्रयितव्यः इत्युक्ते श्रोश्री, अत्र परे आर्धधातुकप्रत्ययः अस्ति इति कारणात् गुणं भवति सार्वधातुक आर्धधातुकयोः इत्यनेन श्रोश्रे भवति। एकारसंहितायाम् इकारस्य अयादेशः भवति श्रोश्रयितव्यः इति। तथैव श्रोश्रयितुं श्रोश्रयित्र इत्युक्ते श्रोश्रयिता, श्रोश्रयित्री श्रोश्रयित्र इति भवति। अग्रे उकारान्तधातु, अन्य कोऽपि अस्ति वा? अरुणा भगिनी पठितुमिच्छति वा? भव्या भगिनी किं करणीयं? प्रथमं गुणं भवति भू भव भवति भूवितुं भूवितृ भूभविता भूभवितृ भूभवित्री इति ऋकारान्तधातूनां चक्रुतव्य अत्रापि आर्धधातुकप्रत्ययः सव्य अस्ति, तस्य गुणं भवति कथितव्यः चक्रवर्तव्यं चक्रतव्या, तदा एव चक्रीयुतम् इतुं चक्रुयितृ चक्रवि चक्रितृ चक्रित्रा चक्रित्री चक्रितृ अथवा दीर्घरोकारान्तदातवः तातृ तातरितव्य तातरितव्यं तातरितव्य तातरितवितुं तातरितुं तातरितुं तातरिता तातरित्री तातरितृ। अधो पतामि भगिनि, अदुपदा धातुः शशक् अद् उपच अत्र अत्र अकारलोप अतो लोपः इत्युक्ते अकार अकारोल्लापः भवति भगिनि सशक्तितव्यं सशक्तितव्या सशक्ति शासकितं शासकिता शासकितायः शासकितुं शासकित्री तृ शासकत्री शासक्ति शक्तिता शासक्त्री यदुपदा धातवः इक्वर्णस्य गुण लेलिखितव्यं लेलिखितव्यं लेलिखितव्या लेलिखितव्यं लेलिखितुं लेलिखिता लेलिखित्री लेलिखितृ उदुपदा धातुः मोमुद् अत्रापि मुद्त उपदायाम् एकवर्णः अस्ति गुणः भवति मोमुद् योगः इतव्यं मोमुदितव्यः मोमुदितव्या मोमुदितव्यम् मोमिदितुं मोमिदितृ मोमुदिता मोमुदितृ मोमुदित्रि रुद्धोपदा दीर्घरुद्धोपदा धातुः वरीवृत्त अत्रापि वरिवर्त् भवति वरिवर्त् तव्यः वरवर्तितव्यं वरिवर्तितव्यः वरिवर्तव्या वरिवर्तव्यं वर्तुमुन् वरिवर्तितुं वरिवर्तितृ वरिवर्तिता वरीवर्तित्री वरीवर्तितृः तृ अवशिष्टधातूनां किमपि कार्यं नास्ति बाभन्द् तत्र उपदायम् आकारः अस्ति कोऽपि कार्यं नास्ति बाबन्धितव्यः बाबन्धितव्यं बाबन्धितव्यः बन्धितुं बाबन्धितृ बाबन्धिता बाबन्धित्री बाबन्धितृ पठतु भगिनि आं भगिनि पठामि वा प्रत्यान्तधातूनां तव्यत्तुमन् तृजन्तरूपसिद्धिः क्यस्य विभाषा कलहपरयोः क्यच् क्यङोः प्रत्ययोः लोपो वा स्यात् आर्धधातुके इति तर्हि हलहपरयोः अस्तु तर्हि समिध्य इति कीदृशधातुः अस्ति क्यच् वा समिध्य योग इतव्य तर्हि यकारस्य तत्र प्रत्ययस्य एव लोपः भवति इति कृत्वा य इति प्रत्ययः अस्ति तस्य लोपः भूत्वा समिद् योगः इति तव्य किन्तु हलः परयोः इति अस्ति आम् समिद् इति हल् वर्णः अस्ति समिद् इति हलन्तधातुः अस्ति तदनन्तरं केच् प्रत्ययस्य यकारः अस्ति तादृश प्रत्ययोः लोपः भवति प्रत्ययस्य लोपः भवति आर्धधातुकप्रत्ययः ईतव्य इति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा व्य इति प्रत्ययस्य लोपः भवति, समिद्योगः इतव्य समिधितव्य इति भवति, तत्र विकल्पेन लोपः इति अस्ति इति कृत्वा एकस्मिन् पक्षे समिधितव्य इति, अन्यस्मिन् पक्षे समिध्ययोगः इतव्य समिधितव्य इति, तत्र किम् अस्ति अत्र अतो लोपः इति वा अतो लोपः इति खलु? आम् आं भगिनि, एकस्मिन् पक्षे यलोपः यल यस्य हल इत्यनेन यत्र समिधितव्य इति भवति, अन्यस्मिन् पक्षे समिध्य इतव्य समिध्यतव्य अतो अतो अतो लोपः इति, लोपः इत्यनेन समिधितव्य इति भवति. न य सर्वस्य य लोपः पूर्णतया अस्ति साधु, केवलं वर्णमेलनं भवति साधु. वा वास्य आर्धधातुके विकल्पेन व समिध्ययोगः इतं यत्र लोपः भवति तत्र अत्र तु क्यच् क्यङ् इति क्यश् इत्यस्य तु न उक्तमस्ति, तस्य विषये न उक्तं भगिनि. क्यस्य विभाषा इति पश्यामः तत्र सूत्रे सूत्रपाठे क्यस्य विभाषा. आम् तत्र तु क्यच् किङ् इत्यस्य एव उक्तमस्ति, क्यश् इत्यत्र विषये अत्र नास्ति, अस्मिन् सूत्रे नास्ति. हेमा भवती पृष्टवती किं करणीयं तत्र, यथेष्यथेष्यथेष्यव कथं तथा स्यात् खलु. बालमनोरामायाम् उक्तमस्ति क्यस्य विभाषा इत्यस्मिन्, क्यश् तु न अत्र गृह्यते इति उक्तमस्ति. येषाम् अन्ते क्यश् इति भवति तेषां विकल्पेन परस्मैपदसंज्ञा भवति. अत्र वा क्यशः इति एकः सूत्र अस्ति, तत् अत्र स्थापयामि चाट् मध्ये. कुत्र अस्ति चाट्? वा क्यश तत्र परस्मैपदत्वं प्राप्नोति, परन्तु तेन किं भवति इति द्रष्टव्यम्. विधायकसूत्रं तु लोहितादिराज्भ्यः क्यश् इति सूत्रेण विधानम्. तदनन्तरं परस्मैपदि वा आत्मनेपदि वा इत्यस्मिन् चर्चायां परस्मैपदि भवति, भवत्या यदा सूत्रम् उक्तमासीत् तर्हि लोहितादिडाभ्यः इति इत्युक्ते किमिति न जानामि, धातवः सन्ति इति मन्ये. परिगणिता एव धातवः सन्ति यत्र क्यश्चित् लोहित इति धातुः अस्ति. आं भगिनि, अपि च तेषाम् अन्ते डाच् प्रत्ययः भवेत् इति. मम प्रश्नद्वयमस्ति भवत्याः कृते. एकमस्ति तातृ दीर्घऋकान्त तातृ इति धातुः अष्टाध्यायं न लब्धं, कुत्र द्रष्टव्यं यदि अष्टाध्यायं न लब्धम्? इति भवति भगिनि किं धातुः अस्ति खलु तरति इति तृ धातुः केवलं तृ इति ओ तातृ इति कथं भवति? यङन्तानां यङ्लुगन्तानां तातृ इति भवति ओ इत्युक्ते द्वित्तं भवति, अभ्यासकार्यं भवति खलु तीरकारणेन वा? ओ अस्तु अस्तु अस्तु. हा द्वितीयमस्ति समिध् इति अस्ति अत्र मूलशब्दः कः? इन्ध् वा अत्र उपसर्गसमेतमिति भाति समिध् इति शब्दः, परन्तु मूलधातुः कः इति न जानामि. समिध् इति पश्यामि, समिद् इति समीध्यते इन्द्रयोगः क्विप् इति उक्तमस्ति. इन्ध् इन्द्रयोगः किं? क्विप् प्रत्ययः. कुत्र अस्ति भगिनि? सम् इति उपसर्गः अस्ति भगिनि. तत् अवगतम्. करणे क्विप् इति कस्मिन्? सोरि क्विप् इति वाचस्पत्यामस्ति, तस्य लिङ्क् किञ्चित् प्रेषयितुं शक्यते किं? समिध् इति समञ्जतनया सम् इन्द्रकरणे क्विप् अहं लिङ्क् प्रेषयामि अस्तु भगिनि धन्यवादः सम् उपसर्गपूर्वक इन्द् तर्हि तत्र कश्चित्यस्मिन् विषये तर्हि अत्र प्रायः न गृह्यते इति मन्ये तर्हि एकमेव रूपं भवति इति मन्यामहे यत्र क्यश् भवति तत्र अस्य विभाषा इत्यस्य कार्यं नास्ति तदा तु एकमेव रूपं भवति यकारशिलोपं न जायते तदा तु उदाहरणार्थं क्यश्लो रूपं पश्यामः लोहित इति अस्ति खलु तत्र एकस्य लोहिता इति अन्यतस्य पटपटायति इत्यपि अस्ति लोहिताय इति अस्ति लोहिताय योगः इतव्य तर्हि लोहितायितव्य इति भवति वा प्रायः तथा स्यात् खलु लोहिताय भाषा इति न भवति लोहिताय इति कथम् लोपः इति एव कार्यम् लोहिताय इतव्य लोहितायितव्य लोहितायते लोहितायति पटपटायते पटपटायति अत्र केवलं लोहित पटपटायति अत्र डाच् वर्ड् पट धातुतः डाच् इति प्रत्ययः योजितः अस्ति पटपट यत्र डाज् योजितं भवति तत्र एव क्यश् प्रत्ययस्य अपि योजनं भवति तदनन्तरं क्यश्चित् योजनं भवति तदा तु तदा तु लोहितायितव्य इति भवति तथा एव पटपटाय इत्यस्मिन् पटपटायितव्य इति भवति तत् यकारः क्यश् प्रत्ययात् अच्छा आगच्छत् अस्तु यच्छु क्यङ् इति यत्र अस्ति तत्र तु विभाषा इत्यनेन रूपद्वयं भवति क्यच् क्यङ् इत्यत्र अस्तु अन्यत्र क्यश् इत्यस्मिन् एकमेव रूपं तत्र भवताम् आगमनात् पूर्वं वयम् अस्य चिन्तनं कुर्वन्तः स्मः यत्र यङन्तधातूनां विषये तत्र अहं स्वीकरोमि एकनिमिषम् यङन्तधातूनां विषये यङ् लुगन्तधातूनां विषये मन्ये तत्र धृकारान्तधातुः तातृयोगः इतव्य इति अस्ति खलु तातव्य इति अस्ति तत्र अहं मन्ये हेमा भगिनी पृष्टवती इति हृदयधातुः इत्यस्य पृथक् यदि हृदयधातोः इति भवति चेत् ऋकारस्य स्थाने इर् इति आदेशः भवति तदा तु तातीरतीरितव्य इति भवति ओ अस्तु हृतयुद्धातुः इति वा आम् तत्र तु निमित्तं किमपि नास्ति ऋदान्तधातूनां ऋकारस्य स्थाने इरादेशः भवति कारादेशः भवति अत्र सारधातुको आर्धातुको इति किमपि निमित्तं नास्ति तर्हि सर्वत्र भवति इति मन्तव्यं खलु तर्हि अत्र प्रसक्तिः प्राप्तिः किमर्थं नास्ति इत्युक्ते चिन्तनं तदा तु अस्माभिः तावद् अधीतम् इत्युक्ते अत्र यत्र गुणकार्य यदि तत्र अत्र तु प्रति सूत्रद्वयस्य प्रसक्तिः अस्ति हृदय धातुः इति कार्यं करोति चेत् ऋकारस्य स्थाने इर् आदेशः भवति यदि सार्वधातुक अर्धातुकयोः इति कार्यं करोति चेत् ऋकारस्य स्थाने अर् इति आदेशः भवति तातरि तदा तु वार्तिकम् एकं वर्तते यत्र इति आगमः अनन्तरं गुणकार्य उभयोः अपेक्षया तत्र गुणकार्यस्य प्रसक्तिः प्राप्तिः भवति इति कृत्वा हृदयधातुः इत्यस्य प्राप्तिः न भवति गुणकार्यं भूत्वा सातरितव्य इति अवगतं भगिनि रतयद्धातोः इति कः सूत्रस्य संख्या जानाति किम्? आं भगिनि, न लब्धम्। 7100 अस्तु, तत्र अन्तिमभागः वर्तते लट् इति तत्र चर्चा जायमाना। ओ, रतयद्धातोः लब्धं लब्धम् अस्तु, 7100 अस्तु। तत्र स्त्र प्लस् अस्ति अस्मिन् अत्र ऋद्धातोः ऋद्धातोः इत्यनेन ऋकारसीरादेशः विद्यते, तथा कार्धातुकार्धेन अङ्गस्य गुणादेशः अपि विद्यते। ओ, द्वयमपि कार्योः ऋत् ऋद्धातोः इत्यनेन निर्दिष्टैरादेशः अन्तरङ्गः। तर्हि पूर्वपरन् इत्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलिः अनया परिभाषया तस्यैव प्रसक्तिः स्यात्, परन्तु द्वाभ्यां गुणवृद्धिः प्रतिषेधेन अनेन वार्तिकेन एतत् निर्दिश्यते यत् इत् आदेशस्य गुणादेशस्य च समानस्थाले स्थले प्रयोगः सम्भवति चेत् गुणादेशः एव भवति। अतः अत्र ऋकारस्य गुणादेशः अकारः विद्यते, तस्य उरण्ट्रपरः इति रपरः भवति। अग्रिमवर्गे पठनीयमस्ति, ऋकारात् इकारादेशः भवति, अस्तु, किरति गिरति अस्तीर्णम् इति। आं भगिनि, धन्यवादाः। अस्तु, प्रतयुद्धातुः तस्य अत्र तृ तात्र इत्यत्र तस्य प्रसक्तिः अस्ति वा? तेन कारणेन स्थितव्यम् इति अस्ति खलु, अधुना ऋदन्तम् अङ्गम् अस्ति। आम्, ऋदन्तम् अङ्गम् अस्ति इति कृत्वा ऋकारस्य स्थाने किरादेशः भवति खलु, अस्तु अस्तु, प्रबाद्य गुणकार्यं प्राप्य अस्तु तात्पर्य अस्तु। तस्य प्रक्रिया अस्मिन् सूत्रे अस्ति किम्? आं भगिनि, तत्रैव तात्र तत्र तृधातोः विषये उक्तमस्ति। अस्तु, हा, पश्यामि, तृलट् तृलट् इति अस्ति, आं पश्यामि वर्गानन्तरं। श्रु इति अस्ति अपि अस्ति, श्रु तृ अस्तु, गृ भव उदाप्तिः नास्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः प्राप्तिः भवति। धातोः यत्र शप् योगः अस्ति इत्यस्मिन् गुणप्राप्तिः भवति खलु, अस्य प्रसक्तिः न भवति, प्राप्तिः न भवति। अस्तु, धन्यवादः, अवगतम्। परन्तु तस्य किं वदामि, तस्य सम्भव अस्ति किम् अत्र? आं भगिनि, धातोः तात्रयोगसीतव्य इत्यस्मिन् चिन्तनं जायते। अस्तु अस्तु, किमर्थं ऋतयुद्धातोः इत्यनेन यदि कार्यं करोति चेत् सा तीरितव्य इति भवति, तरितव्य इति दत्तवान्। आं भगिनि, तदेव भगिनि, मुद्रन्ति